नमस्कारः. बहुव्रीहिसमासः इति विषयः अनुवर्तते. तत्र अभ्यासः प्रवर्तमानः अस्ति. इतोपि किञ्चित् अवशिष्यते. तम् अभ्यासं कृत्वा अग्रे सर्तुं शक्नुमः. अस्तु, अत्र राजी भगिनी भवती वदति वा अग्रे. सुप्तमीनः इति अस्ति, ततः आरभ्य. सुप्तमीनः अस्तु. सुप्तमीनः हृदः. ओके, पुल्लिङ्गपदं. सुप्तं मीनं यस्य सः. सुप्तमीनः मीनः इति मीनः इति पुल्लिङ्गे अस्ति खलु पदं. तर्हि पुनः विग्रहवाक्यं वदतु. सुप्तः मीनः यस्य सः. हा, अत्र वस्तुतः सुप्तः मीनः यस्मिन् सः. यस्मिन् सः ह्रदः. अस्तु अस्तु, हृदि लेक्. सत्यं. सुप्तः मीनः यस्मिन् सः पुल्लिङ्गे. यदि वयं श्रीलिङ्गं स्वीकुर्मः तर्हि सुप्ता मीना यस्यां सा, किल? न, पुनः किमर्थं सुप्ता मीना? ओ सुप् अस्तु अस्तु, तत्तु परिवर्तनं न भवति. ओके, सुप्तः मीनः श्रीलिङ्गे यस्मिन् यस्मिन् श्रीलिङ्गे तत्तु श्रीलिङ्गे वदतु तत्. ओके, श्रीलिङ्गे यस्यां सा. यस्यां सा सुप्तः. अत्र वस्तुतः ह्रदः इति अस्ति, अतः तत्र ह्रदे तु एकः मीनः नास्ति खलु. ओके, देन् यासु यासु दा. न न न, एकक्षणम्. अत्र ह्रदः तु एकः एव, ह्रदः एकः एव, परन्तु ह्रदे ये मीनाः सन्ति ते बहवः. तर्हि यस्य सः येन सः इत्यस्य परिवर्तनं न भवति, यतोहि ह्रदः इति अन्यपदार्थः एकः एव. यत्र अन्यपदार्थः अनेके सन्ति तत्र एव अत्र यस्य सः तत्र परिवर्तनं भवति. यद् तद् शब्दस्य परिवर्तनं तदा एव भवति यत्र अन्यपदार्थः बहुवचने अथवा द्विवचने अस्ति खलु. आम्, देन् यस्यां सा, किल? यस्यां सा. हा, इदानीं पुनः वदतु वाक्यम्. अत्र ह्रदः इति स्वीकृत्य वदतु. ह्रदः इति स्वीकृत्य ह्रदे बहवः मीनाः सन्ति. तर्हि ह्रदे बहवः मीनः सन्ति. सः मीनः यस्यां सा. न, ह्रदः इति पुल्लिङ्गे अस्ति खलु. यदि वयं श्रीलिङ्गः स्वीकुर्मः. एकक्षणम् एकक्षणं, श्रीलिङ्गे इदानीं त्यजतु एकवारम्. अत्र पुल्लिङ्गे ह्रदः इति अस्ति, ह्रदे बहवः मीनाः सन्ति. तर्हि विग्रहवाक्यं कथं भवति? सुप्तः मीनः मीनः मीनाः इति भवति वा? हा, सत्यं. सुप्तः मीनाः यस्मिन् सः वा? हा, सुप्तः इति तत्र सुप्तः मीनः तयोः विशेषणविशेषभावः अस्ति खलु. आम्, तर्हि सुप्तः सुप्ताः मीनाः यस्मिन् सः. हा, सुप्ताः मीनाः यस्मिन् सः. तर्हि तत्र अन्यपदार्थः एकः एव पदार्थः अस्ति, अतः तस्य तस्य वचनपरिवर्तनं किमपि न भवति. यस्मिन् सः इति तत्र एकवचनं सूचयति, सः इत्यनेन एकवचनं सूचयति. तर्हि अन्यपदार्थः एकः अस्ति इति अर्थः अस्ति. इदानीम् अत्र बहवः ह्रदाः सन्ति, तर्हि तत्र विग्रहः किं कथं भवति? बहवः ह्रदाः सन्ति इत्युक्ते मीनः मीनौ मीनाः सुप्ताः मीनाः यासु ताः. न, पुल्लिङ्गे वदतु. येषु ते. हा, येषु ते, सत्यं. येषु ते सुप्ताः मीनाः येषु सुप्तमीनाः. हा, सुप्तमीनाः. आम्, अत्र मीनाः इति वदनेन फिश् इति वदति न? सत्यं. सुप्तमीनाः हृदये कथं कथं तिष्ठति इति एकम् उदाहरणम्. अत्र मीनाः सुप्ताः इति अत्र काव्येषु आगच्छति तदा मीनाः सुप्ताः इति मीनाः निद्रां करोति सुप्ताः मीनाः इति अर्थः. हा इदानीं स्त्रीलिङ्गे अस्तु अत्र पुष्पभग्नि भवती एव वदतु स्त्रीलिङ्गे वदामः चेत् कथं भवति सुप्ताः मीनाः यस्यां सा इति एकवचने. इदानीम् अत्र अन्यपदार्थः बहुवचने अस्ति चेत् इति न हृदः तु पुल्लिङ्गे अस्ति न हृदः पुल्लिङ्गे अस्ति अन्य अन्यत् किमपि अस्ति इति चिन्तयामः स्त्रीलिङ्गे एका महिला अस्ति महिला नास्ति अत्र किं नदी नदी हा नदी इति स्वीकरोतु सत्यं नदी नदी सम्यक् सत्यं वदतु सुप्ताः मीनाः यस्यां सा सुप्ताः मीनाः यस्यां सा सत्यं अस्तु. इदानीम् अत्र नद्यः सन्ति तर्हि तर्हि सुप्ताः नद्याः यासु न न पुनः वदतु सुप्ताः मीनाः सुप्ताः मीनाः यासु हा यासु यासु यासु ताः यासु ताः सत्यं समीचीनं यासु ताः अस्तु अस्तु अग्रे सरलभगिनी अस्ति खलु रूपवत् भार्याः रूपवती भार्याः यस्य सः अत्र रूपवती इति न किमर्थं भार्याः इति वदति भार्या इति भार्यः सप्त समस्तपदे भार्या तस्य आकारान्त स्त्रीलिङ्गपदस्य अकारः भवति अकारः भवति चेत् किं भवति भार्यः इति अत्र अत्र विग्रहवाक्ये कथमस्ति विग्रहवाक्ये अस्ति रूपवती भार्या यस्य सः रूपवती भार्या रूपवती भार्या यस्य सः तर्हि तत्र किम् अभवत् तत्र रूपवती इति मत्सु प्रत्ययवती अस्ति तस्य प्रातिपदिकं रूपवत् इति आगच्छति सो रूपवत् इति भवति रूपवत् तदनन्तरं किमर्थं रूपवत् इति स्वीकुर्मः अत्र स्त्रीलिङ्गे अस्ति खलु स्त्रीलिङ्गे किन्तु पुवद्भावः भवति भाषितपुस्तकपदं पूर्वपदम् अस्ति तस्य पुवद्भावः कृत्वा प्रातिपदिकं रूपवत् भवति तदनन्तरं रूपवत् भार्या तद् मध्ये दशसन्धि जलादशन्ति इति सूत्रेण भवति सो तकारस्य तकारः भवति रूपवत् भार्यः इति भवति तदनन्तरं भार्यः इति कथमागतम् भार्यति भार्या भार्या स्त्रीलिङ्ग उत्तरपद अस्ति आकारान्त समस्तपदविवक्षा अस्ति तत्र आकारान्तपद अकारः भवति समस्तपदे यदि पुल्लिङ्ग विवक्षा अस्ति सो भार्यः इति भवति समीचीनं. तर्हि अत्र प्रथमतया तत्र पूर्वपदं स्त्रीलिङ्गे अस्ति अतः पुंवद्भावः भाषितपुंस्कपदमस्ति चेत् पुंवद्भावः भवति. तर्हि रूपवती इति पदं त्रिषु लिङ्गेषु अपि तस्य रूपाणि भवन्ति खलु रूपवत् रूपवती रूपवान् रूपवती रूपवत् इति त्रिषु लिङ्गेषु रूपाणि भवन्ति अतः तस्य पुंवद्भावः भवति. प्रातिपदिकं पुल्लिङ्गे पुल्लिङ्गवत् प्रातिपदिकं स्वीकुर्मः अतः रूपवत् इति स्वीकुर्मः रूपवत् भार्या इति समस्तपदमस्ति. इदानीं भार्या इति अकारान्तपदम् उत्तरपदम् आकारान्तपदमस्ति चेत् समस्तपदे ह्रस्वकारान्तः भवति अतः रूपवद्भार्यः इति समस्तपदम् अस्तु समीचीनम्. अग्रे अरुणा भगिनी वदति वा महोदय धृतमाला यया सह धृतमाला स्त्रीलिङ्गशब्दः ततः धृतमाला इति भवति स्त्रीलिङ्गं न एकक्षणं भगिनी, अत्र भगिनी वदन्ती अस्ति खलु, एकक्षणं वदतु. तद् बहुवचने कथम् आयाति इति न न एकक्षणं पुष्पा भगिनी, अत्र अरुणा भगिनी वदन्ती अस्ति खलु, अत्र समापयतु भगिनी अरुणा भगिनी. पुंलिङ्गविषये माला न, अत्र तु अत्र धृतमाला इति समस्तपदम् उक्तवती, परन्तु कथम् आगतम् इति वदतु. माला इति स्त्रीलिङ्गशब्दः, ततः पूर्वपदमपि धृता इति स्त्रीलिङ्ग रूपम् अस्ति. धृतः त्रिषु लिङ्गेषु अपि भवति, परन्तु अत्र माला स्त्रीलिङ्गकारणात् धृता इति विग्रहवाक्ये उक्तवान्. धृतमाला यया सा स्त्रीलिङ्गशब्द रूपं धृतमाला एव अवशिष्यति. तर्हि तत्र पुंवद्भावः भवति वा न वा? भवितुम् अर्हति धृतमाला मालः न, भवितुम् अर्हति इति न, भवति खलु, भवति. तर्हि अत्र धृत इति तान्तरूपम् अस्ति, तान्तरूपं त्रिषु लिङ्गेषुपि रूपाणि भवन्ति खलु, अतः पुंवद्भावः भूत्वा धृतमाला इति समस्तपदम् अस्तु. अस्तु पुष्पा भगिनी वदतु. क्षम्यतां भगिनी, धृतमाला दीर्घ अस्ति वा? धृतमाला एव न, दीर्घ अस्ति, स्त्रीलिङ्गे अस्ति खलु, स्त्रीलिङ्गे हा, धृतमाला इति अस्ति. धृतमालः भवति माला एव, पुल्लिङ्गे धृतमालः माला. धन्यवादः भगिनी. रूपवत् भार्याः इति अस्ति चेत् किं कथम् आयाति इति न दृष्टं न? रूपवत् भार्या इति सामान्यतया अत्र एकस्य पुरुषस्य एका एव भार्या इति कृत्वा स्त्रीलिङ्गे न दृष्टं. वदतु, भवती एव वदतु, तादृशपुरुषस्य विवरणं करोतु. न, रूपवत्यः भार्याः न, रूपव न, तद् अत्र अत्र पुरुषः बहवः वा भार्याः बहवः वा इति प्रश्नः. द्वे अपि रूपवत्य भार्याः यस्य सः एकपुरुषे बहवः भार्याः सन्ति, यथा दशरथराजा रात्रयः. सत्यं यदि पुरुषभाव सन्ति तेषाम् एका भार्या अस्ति, रूपवती भार्या येषां ते यथा द्रौपदी. समीचीनम्, अवगतं वा पुष्पा भगिनि? भगिनि अत्र विग्रहवाक्यमेव भवती दत्तवती, धृतमाला यस्या सा, रिवर्स् कृतवती खलु, रिवर्स् कृतवती, क्षम्यतां. पुस्तके विग्रहवाक्यं लिखत इति भवती एव विग्रहवाक्यं दत्तवती, टैप् कृतवती खलु, किञ्चित् विस्मृतवती. क्षम्यताम्, अस्तु, अस्तु. पद्मा भगिनी किम् अभवत्? अहं न जानामि, चिन्ता नास्ति भगिनि, अत्र विग्रहवाक्यं दत्तवती, अत्र वस्तुतः समस्तपदं दातव्यमासीत्, तद् अनन्तरं विग्रहवाक्यं वक्तव्यमासीत्, परन्तु अहं किञ्चित् रिवर्स् कृतवती, विपरीतरीत्या उक्तवती. अस्तु पद्मा भगिनि. आं भगिनि, प्राप्तवधूकः अत्र प्राप्ता वधूका यस्य सः येन सः. अन्य कोऽपि किं चिन्तयन्ति? सम्यक् अस्ति वा? इति पदम् आगच्छति तर्हि द्वितीयविभक्ति एव आगच्छति. आं भगिनि, प्राप्तः वधुः येन सह. वधु इति कीदृशपदमस्ति? वधु स्त्रीलिङ्गपदं. हा तर्हि प्राप्तवधु, प्राप्तः वधु येन सह. न, प्राप्तः अपि च वधुः तयोः कीदृशसम्बन्धः? प्राप्ता वधु, अत्र समानाधिकरण बहुव्रीहि स्मः. न न न, इदानीं भगिनी किम् उक्तवती? प्राप्ता वधु यस्य सः. न न, इदानीं भगिनी किम् उक्तवती? अत्र राजी भगिनी वदतु. प्राप्ता वधु यां सा. न, यां सा नास्ति अत्र. अत्र न प्राप्तवधु कः इति अस्ति, तत्र अन्यपदार्थः कः? प्राप्तवधु यः, या सा वा? न न, प्राप्तवधु इति, प्राप्ता इति पदं सदा द्वितीयविभक्ति आगच्छति किल भगिनि? सत्यं, तत्तु सत्यम्. इदानीम् अत्र अत्र समस्तपदस्य समस्तपदम् इदानीं समस्तपदं कः? प्राप्तवधु कः? वधु श्रीलिङ्गपद ऊकारः अस्ति इति कारणात् कप्रत्ययः वयं योजयामः. अतः प्राप्तवधु एव समस्त प्राप्ता वधु. न न, एकक्षणम् एकक्षणम् एकक्षणं, मन्दमन्दं क्रमेण गच्छामः. अत्र प्राप्तवधुः कः इति कीदृशपदं? समस्तपदं श्रीलिङ्गपदं. कथं? न न, पुल्लिङ्गपदं. कः इति अस्ति खलु? ओ, कः इति आगच्छति, तत् तत् कारणात् पुल्लिङ्गपदं वा? विसर्गः अस्ति खलु, रामः. ओ, मधुकः इति पुल्लिङ्गे अस्ति. प्राप्ता वधु यं सः किल? प्राप्ता वधु यं सः. हा, यं सः साधु वा? भगिनि, वधूः अर् वधु एव? वधु एव. प्राप्ता वधू एव खलु, अत्र वधू इति दीर्घ उकारान्तपदमस्ति, श्रीलिङ्गपदं. वधूः, वधूः इति अस्ति वा? न, विसर्गः अस्ति वा? वधू इति वधू इति दीर्घ उकारान्तपदु पदमस्ति. विसर्गः नास्ति भगिनि, वधू इति एव अस्ति खलु. अत्र म्यूट् करोतु भगिनि, विजया भगिनि, न श्रूयते किमपि. वधू वध्वौ वध्वः, तत्र विसर्गः नास्ति. वधू वध्वौ वध्वः वध्वः शब्दमञ्जरी पुस्तके वधूः इति वधु, तस्य विसर्गः अस्ति. अहं पश्यन्ती अस्मि. वधूः इति विसर्गः अस्ति वा? आं महोदय. आं भगिनि, प्रथमः विसर्गः अस्ति. अस्तु, विसर्गः नास्ति इति चिन्तितवती. अस्तु अस्तु, तर्हि रूपाणि कथं भवति? वधूः किम्? विसर्ग नास्ति, वधु एकवचन स्त्रीलिङ्गपदम् अस्ति. भगिनि, मम पार्श्वे वदतु. वधू वध्वौ वध्वः, वधूं वध्वौ वधुः, वध्वाः वधुभ्यां, वधुभिः वध्वै वधुभ्यां वधुभ्य, वध्वाः वधुभ्यां वधुभ्यः, वध्वाः वध्वोः वधूनां, वध्वां वध्वोः वधुषु, हे वधू हे वध्वौ हे वध्व. अस्तु, सम्यक्. तर्हि तत्र वधूः इति पुल्ल प्रथमभक्तौ अत्र विसर्गः अस्ति. अस्तु, तर्हि विग्रहः किं? द्वितीय बहुवचने अपि समान अस्ति वधूः. सत्यं सत्यं, वधूः इति पदमस्ति. अस्तु, द्वितीय बहुवचने वधूः. हा, वधूः इति. हा, एकक्षणं भगिनि, अत्र विजया भगिनि, अत्र कृपया म्यूट् करोतु भगिनि, बहु स्टाटिक् अस्ति, न श्रूयते किमपि, न श्रूयते. अस्तु अस्तु अत्र तर्हि अत्र विग्रहवाक्यं कथमस्ति? प्राप्ता वधूः यं सा. किमर्थं सा इति वदति? अत्र अत्र अवगच्छति वा अत्र प्राप्तवधू कः इति अन्यपदार्थः पुल्लिङ्गे अस्ति. मम मनसि वधू इति शब्द श्रीलिङ्ग इति भूत्वा अहं सदा श्रीलिङ्गपदं वदामि, तत्तु दोषः. अतः तत्र समस्तपदं किम् इति दृष्ट्वा तत्र अन्यपदार्थः कः, समस्तपदं किम् अन्यपदार्थः कः, अन्यपदार्थः पुल्लिङ्गे अस्ति अतः सः इत्येव आगच्छति, यं सः. तर्हि प्राप्ता वधू वधूः यं सः, प्राप्ता वधूः यां सः, यां नास्ति यं यं यं सः, यं सः. अस्तु तर्हि अग्रे अत्र पुष्पा भगिनी अग्रे वदतु. अहं कृतवती वा वदतु. महाबहु अत्र महा तु जीवन्मातृकः, जीवन्मातृकः, जीवन्मातृकः, जीवन्मातृकः. अत्र सकारः तु नकारः आगच्छति. जी मातृ स्त्रीलिङ्गः अत्र जीवा इति आगच्छति वा? मातुः माता जीवा माता न, जीवत् इति अस्ति खलु तत्र समस्तपदे जीवत् इति उक्तं. तर्हि जीवा कथम् आगतं? तर्हि जीवत् इति प्रातिपदिकम् अस्ति, तकारान्त प्रातिपदिकं. जीवत् परं जीवत् एव स्त्रीलिङ्गे अपि तिष्ठति. भवती वदतु. जीवत् न भगिनि, जीवत् प्रातिपदिकं जीवत् एव तिष्ठति वा? अत्र जीवत् इति तत्र कीदृशरूपम् अस्ति? तत्तु जीवत् नपुंसकयात् पुल्लिङ्ग अस्ति. न न, अत्र मातृ इति शब्दस्य विशेषणमस्ति खलु जीवत् इति पदं. जीवत् इति कीदृशरूपम् अस्ति? अस्माभिः अत्र व्याकरणवर्गे किं पठन्तः स्मः? न, तान्तरूपं नास्ति. किं शत्रन्तरूपम् अस्ति खलु? शत्रन्तरूपम् अस्ति चेत् तत्र स्त्रीलिङ्गे किं भवति प्रातिपदिकं? स्त्रीलिङ्गे जीवत्येव, जीवत्येव. अत्र अन्य कोऽपि वदतु, सरला भगिनी वदतु. जीवन्ति, जीवन्ति. हा वदतु अत्र अरुणा भगिनी. जीवन्ति माता यस्य सः जीवन् मातृकः, मातृकः जीवन्ति मातृकः. इकारन्त शब्दः प्रातिपदकं पुंलिङ्ग रूपं स्वीकृत्य कप्रति आगच्छति. जीवन् मातृकः इति भवति. जीवन् मातृकः. हा सम्यक् अवगतं वा पुष्पा भगिनी? अत्र जीव अत्र अत्र वस्तुतः अत्र समस्तपदे जीवत् जीवत् इति प्रातिपदिकम् अस्ति, मातृकः जीवत् इति प्रातिपदिकम् अस्ति. तर्हि तत्र स्त्रीलिङ्गे माता इति पदं स्त्रीलिङ्गे अस्ति, अतः विग्रहवाक्ये अत्र जीवन्ति इति स्त्रीलिङ्गे जीवन्ति इति रूपं प्रथमविभक्तौ एकवचने. तर्हि जीवन्ती माता यस्य सः, तर्हि अत्र पूर्वपदस्य पुंवद्भावः भवति जीवत् इति पुंव पुल्लिङ्गे पुल्लिङ्गवत् प्रातिपदिकं भवति. अनन्तरं माता इति पदं ऋकारान्तपदम् इति कृत्वा तत्र कप्रत्ययं योजयामः समस्तपदे, अतः जीवत् मातृकः इति भवति. तदनन्तरं जीवत् इत्यस्य तकारस्य नकारः भवति, अत्र अनुनासिकसन्धिः अस्ति. अनुनासिकसन्धिं कृत्वा जीवन् मातृकः इति रूपम्. अस्तु अस्तु, अग्रे सरला भगिनी करोति वा? सरला भगिनी. आम् महाबाहु इति अस्ति समस्तपद. महान् बाहु, महान्तौ बाहु यस्य सः इति भवति व्यस्तप्रयोगे. महा तस्य महत् इति भवति प्रातिपदिकं, किन्तु तदा समस्तपदे महा आगच्छति. बाहु इति यस्य सः, बाहु द्वे द्वौ बाहु, अतः महान्तौ बाहु इति भवति. महान्तौ बाहु यस्य सः. समीचीनं समीचीनम्. अग्रे पद्मा भगिनी वदति वा? अत्र एकक्षणं, महान्तौ बाहू यस्य सः, बाहू इति द्विवचने यथा भगिनी उक्तं, द्विवचने द्विवचने. अस्तु पद्मा भगिनी अग्रे. महाकायः, अत्रापि महा अत्र महत् कायं यस्य सः. कायम् इति नपुंसकलिङ्गे अस्ति वा? काय इति अस्य प्रातिपदिकं किं, लिङ्गं किम्? अत्र किञ्चित् चिन्तितवती नपुंसकलिङ्गम् अस्ति इति. महत् कायं यस्य सः. अत्र वस्तुतः कायः पुल्लिङ्गे अस्ति, कायः इति. कायः पुल्लिङ्गपदं वा? कायः इति पुल्लिङ्गे, पुल्लिङ्गे वयं स्वीकुर्मः कायः. विजयभगिनी न श्रूयते भगिनी, पुनः आगच्छतु. पुल्लिङ्गे चेत् महाकायः यस्य सः. पुनः वदतु. महान् कायः. हा पुनः विग्रहवाक्यं. महान् कायः यस्य सः. हा महान् कायः यस्य सः. अत्र महत् इति प्रातिपदिकस्य आकारादेशः, आकारादेशः भवति. सम्यक् वा? हा महान् कायः यस्य सः इति अस्ति, तत्र महत् प्रातिपदिकस्य स्थाने तत्र तकारस्य स्थाने आकारादेशः भूत्वा महाकायः इति समस्तपदं. सम्यक् समीचीनम्. अस्तु अग्रे अत्र सरला भगिनी वदति वा? अस्तु. विषकण्ठः, विषं कण्ठे यस्य सः इति व्यधिकरण बहुवरी समासः भवति. विषं तस्य प्रातिपदिकं विष भवति. कण्ठे इति शरीरस्य अव्यय सप्तमी विभक्त्याम् अस्ति. तस्य कण्ठ इति प्रातिपदिकं भूत्वा कण्ठ यस्य सः पुल्लिङ्गविवक्षा अस्ति, तु अत्र विसर्गः आगच्छति. विषकण्ठः, विषकण्ठः, विषं कण्ठे यस्य सः इति विषकण्ठः. अत्र अत्र कण्ठः इति शरीरस्य अवयवः अस्ति, यत्र शरीरस्य अवयवः अस्ति उत्तरपदं सप्तम्यन्तं पदं भवति, अतः विषं कण्ठे यस्य सः व्यधिकरणबहुव्रीहि समासः. पूर्वपदम् उत्तरपदयोः समानाधिकरण्यं नास्ति. अस्तु अग्रे अरुणा भगिनी. गदापाणिः, गदापाणौ यस्य सः गदापाणि पाणिः. व्यधिकरण बहुव्रीहि समासः. गदा शब्दः आयुधं प्रथमाविभक्ति. पाणिः पाणौ अङ्गमस्ति, ततः द्वौ पाणौ पाणौ आगच्छति. द्वौ पाणौ नास्ति खलु तत्र? द्वौ गदा पाणौ यस्य पाणौ इत्यस्य विभक्तिः का? द्वितीयविभक्ति. न द्वितीयविभक्ति कथं सप्तमी सप्तमीविभक्तिः उत्तरपदं सप्तमी सप्तम्यन्तं पदं भवति अतः पाणौ इति सप्तम्यन्तं पदम् अस्ति गदा पाणौ गदा यस्य पाणौ अस्ति तादृशपुरुषः अस्तु समीचीनम् अग्रे राजी भगिनी वदति वा आं भगिनि पाणिः एव न पाणि न पाणौ सप्तम्यन्तम् अत्र व्यधिकरणबहुव्रीहि समासः अस्ति खलु इत्युक्ते गदा यस्य पाणौ अस्ति यस्य हस्ते अस्ति अवगतं वा भगिनि अस्तु अत्र राजी भगिनी अविद्यः न विद्यते यस्य सः न विद्यते किं न विद्यते पाठः न न समस्तपदं किं समस्तपदम् अविद्यः किं न विद्यते विद्यः न विद्यते विद्या न विद्यते विद्या न विद्यते यस्या सा इति आगच्छति किमर्थम् इत्युक्ते विद्या इति पदं श्रीलिङ्गपदम् हा अतः समस्तपदं सम्यक् अस्ति विद्यः विद्या इति पदम् अकारान्तपदम् अथवा ह्रस्वः भूत्वा अविद्यः इति अस्ति पूर्वपदं न इति पूर्वपदं न इति अस्ति उत्तरपदं विद्या इति अस्ति इदानीं विग्रहवाक्यं कथं न विद्यते यस्याः सा किं न विद्यते न विद्यते विद्या न विद्यते विद्या यस्य न विद्यते विषय यस्य सा किमर्थं यस्य सा यस्य सः यस्य अस्ति चेत् सः एव भवति खलु न तु सा न विद्यते न विद्यते विद्या यस्य सः वा अपक्षे अन्यपक्षे अविद्यमानः अविद्यमाना विद्या यस्य सः सः अविद्यमानविद्यः अपि वक्तुं शक्नुमः सत्यम् अविद्यमानविद्यः अस्तु समीचीनम् अस्तु भवती एव अग्रिमं करोतु अनङ्गः न विद्यते अङ्गः यस्य सः तत्र अन् इति अत्र नुट् आगम एकक्षणम् पुनः वदतु विग्रहवाक्यं न विद्यते न विद्यते अङ्गम् इति नपुंसकलिङ्गम् सत्यम् अङ्गं न विद्यते अङ्गं यस्य सः एव सत्यं विद्यते अङ्गं यस्य सः तत्र अन् इति किमर्थम् आगच्छति चेत् अङ्गः इति पदे अकारः कारः अच् अच्वर्णे अस्ति अतः नुट् आगमः भवति नुट् आगमः भूत्वा अन् इति आगच्छति अनङ्गः नुम् आगमः नास्ति भगिनि नुट् आगमः आगमः नुट् आगमः एव नुट् आगमः अत्र अत्र अत्र पश्यति चेत् अत्र अत्र वस्तुतः अत्र पदद्वयम् अस्ति खलु पूर्वपदं किं पूर्वपदं अन् अन् वा अन् अङ्गः वा न नुट् आगमात् पूर्वं किम् अस्ति नुट् आगमात् पूर्वम् एत अङ्गः अङ्गः न विद्यमानम् अङ्गः पूर्वपदम् ओ अत्र अत्र समासः कः समासः नै तत्पुरुष नै बहुव्रीहिः हा नै बहुव्रीहिः अस्ति खलु तर्हि पूर्वपदं नै अस्ति न इति अस्ति न पूर्वपदं न इति अस्ति उत्तरपदम् अङ्गम् इति अस्ति अङ्गम् इदानीं तत्र न इत्यस्य तत्र नकारस्य लोपः भवति अतः अ इत्येव अवशिष्यते अयोगः अङ्गम् इति अस्ति खलु इदानीम् एता भवती उक्तवती अङ्गम् इति पदम् अङ्गमिति तत्र अजादिः अस्ति अङ्गमिति पदम् अजादिः अस्ति अतः तत्र अङ्गम् इत्यस्य नुट् आगमः भवति तर्हि क्षम्यताम् अत्र न अत्र अ इति नञ् इत्यस्य नुट् आगमः भवति अतः क्षम्यता, अत्र अङ्गम् इत्यस्य एव नुटागमः भवति, तर्हि तत्र नकारः आगच्छति, तर्हि न अङ्गम् इति आगच्छति, न न नकारः अङ्गम् इति आगच्छति, तर्हि योजयित्वा अन् अङ्गम् इति निष्पन्नम् अनङ्गम्. इदानीम् अङ्गम् इति नपुंसकलिङ्गे अस्ति, परन्तु अस्माकम् अन्यपदार्थः तु पुल्लिङ्गे अस्ति, अतः पुल्लिङ्गे अनङ्गः इति भवति. अवगतं वा? तर्हि इदानीं पूर्वपदं किम्, उत्तरपदं किम्? पूर्वपदं नै न पूर्वपदम् उत्तरपदम् अङ्गम्. अङ्गम् अङ्गम् इति यदि पदे अकारः अजादि वर्णः अस्ति इति कारणात् तत्र नूट् आगमः भवति. तकार उकार लोपानन्तरं नकारः एव अवशिष्यते. न अङ्गम् न अपि लोपः भवति, अतः अनयोगः अन्योगः अङ्ग अनङ्गम् इति आगच्छति. अनङ्गम् इति आगच्छति. इदानीम् अङ्गम् अनङ्गम् इति नपुंसकलिङ्गे अस्ति. न विद्यते अङ्गं यस्य सः अनङ्गः. हा, अनङ्गः इति तत्र पुल्लिङ्गे कुर्मः, पुल्लिङ्गे भवति. अन्यस्मिन् पक्षे अविद्यमानम् अङ्गं यस्य सः अनङ्गः. अविद्यमानम् अङ्गं यस्य सः अनङ्गः. अविद्यमानाङ्गः सन्धिं भूत्वा अविद्यमाना सन्धिना सन्धि एव वर्णमेलनमेव अविद्यमान सन्धि एव सवर्णदीर्घसन्धि अविद्यमानाङ्गः. सत्यं, सम्यक्, बहु सम्यक्. अस्तु, अग्रे पुष्पा भगिनि. अबुद्धिः तत् नै तत्र नै बहुव्रीहिसमासः न विद्यमान बुद्धिः. बुद्धिः तु स्त्रीलिङ्गः अस्ति न? सत्यं, न विद्यमान बुद्धिः अबुद्धिः. अविद्यमाना बुद्धिः अविद्यमानबुद्धिः अत्र पुंवद्भावः भवति खलु. अविद्यमानबुद्धिः. अस्तु, सम्यक्. अस्तु, अग्रे सरला भगिनी. अपत्नीकः न पत्नीकः इति न विद्यते पत्नी यस्य सः पत्नीकः भवति. इदानीम् अ इति पूर्वपदमस्ति, पत्नी इति उत्तरपदमस्ति, ईकारान्तपदमस्ति. सो ईकारान्तपदस्य समस्तपदे क प्रत्यय योजयामः. यस्य सः इति पुल्लिङ्गं भवति, अपत्नीकः इति भवति. न विद्यते पत्नी यस्य सः न विद्यमाना पत्नी यस्य सः इति व्यस्तप्रयोगे भवति. अन्य पदं भवति अविद्यमाना पत्नीकः इति भवति. अविद्यमानपत्नीकः अविद्यमानपत्नीकः. सम्यक्, समीचीनम्. अग्रे अरुणा भगिनी. मातृकः न विद्यते माता यस्य सः माता मातु इति प्रातिपदिकं, ततः अमातृ इति भवति पुंलिङ्गरूपसिद्धार्थं कप्रति आगच्छति अमातृकः इति भवति. सत्यम्, अमातृकः इति. सत्यं, समीचीनं. पद्मा भगिनी. आं भगिनि, अविद्यमाना विद्या यस्य सः यासां सा इत्युक्ते यस्मिन् इति वक्तुं यासां सा इति वक्तुम् अस्तु भिन्नरीत्या वक्तुमिच्छति चेत् अविद्यमाना विद्या यस्या सा न यासां सा इति एव तत्र समस्तपदं किं भवति समस्त अविद्या अविद्या इति एकं रूपं विकल्पेन न विद्या न विद्यते विद्या न तत्तु एकविधं भवति एकविकल्पं भवती उक्तवती अविद्यमान न विद्यते विद्या यस्यां सा इति उक्तवती अविद्या इति उक्तवती सम्यक् इदानीं यथा तत्र सर्वे उक्तवन्तः येन सा नास्ति अत्र विद्यमाना इत्यपि पदं विकल्पेन भवितुम् अर्हति खलु समस्तपदे अतः अविद्यमानविद्यः अविद्यमानविद्या इत्यपि समस्तपदं भवितुम् अर्हति यथा अविद्या इति समस्तपदम् अस्ति तथैव विकल्पेन अविद्यमानविद्या इत्यपि भवति अवगतं वा स्त्रीलिङ्गे वदितुम् अर्हति वा न अत्र सत्यं स्त्रीलिङ्गे एव अत्र अन्यपदार्थः महिला इति उक्तम् इति उक्तत्वात् अत्र विग्रहवाक्यं समानमेव न विद्यते विद्या यस्या यस्यां सा इति सम्यक् अस्ति विग्रहवाक्यं परन्तु समस्तपदस्य विकल्प रूपद्वयं वर्तते अतः अविद्या इति एकं रूपं नो चेत् अविद्यमानविद्या अविद्यमाना अत्र नै इति स्थाने अविद्यमाना इति पदम् अविद्यमानविद्या यस्य सः प्रश्नः अस्ति किमर्थं सप्तदीपदं विग्रहवाक्ये प्रयोजनं कुर्वन्तः न विद्यते विद्या यस्याः सा न यस्याः सः इति सामान्यतया वदामः परन्तु तत्र तस्यां महिलायां विद्या नास्ति इति तस्यां नास्ति इति तत्र अधिकरणरूपेण वक्तुमिच्छामः चेत् तथापि वक्तुं शक्यते परन्तु सामान्यरीत्या यथा भवती वदति अविद्यमाना विद्या यस्याः सा इति एव समीचीनं यथा तत्र बुद्धिः इत्यस्मिन् विषये उक्तं खलु अविद्यमाना बुद्धिः यस्य सः इति तत्र तथैव अत्र यथा बुद्धिः तथैव अत्रापि अविद्यमाना विद्या यस्य सः यस्याः सा इति वक्तुं शक्यते परन्तु तत्र अधिकरणरूपेण किमपि सूचयितुम् इच्छति वाक्ये तत्र यस्यां सा इत्यपि वक्तुं शक्यते धन्यवादः अस्तु तर्हि अभ्यासः समाप्तः अधुना अत्र एतावता तत्र प्रकारत्रयम् अस्माभिः दृष्टम् अत्र समानाधिकरणबहुव्रीहि समासः व्यधिकरणबहुव्रीहि समासः नै बहुव्रीहि समासः अस्माभिः दृष्टः अधुना अत्र इतोपि प्रकारद्वयं वर्तते सः पूर्वपदबहुव्रीहिसमासः अपि च उपमानपूर्वपदबहुव्रीहिसमासः इति सः पूर्वपदबहुव्रीहिसमासः यथा अत्र सः इति पदमस्ति खलु पूर्वपदं सः इति पदमस्ति उत्तरपदं सुबन्तं पदं प्रथमान्तं सुबन्तं पदं यत्र यथा अत्र उदाहरणार्थं सपुत्रः इति वदामः सपुत्रः रामः इति वदामः चेत् पुत्रेण सह वर्तते इति विग्रहवाक्यं सपुत्रः रामः तत्र सपुत्रः इति समस्तपदमस्ति तत्र समस्तपदे सः इति अव्ययं पूर्वपदे अस्ति सः पुत्रः सपुत्रः इति समस्तपदं तत्र सः इत्यस्य स्थाने स इति आगच्छति तर्हि सपुत्रः इति समस्तपदं विकल्पेन सः पुत्रः इति अपि वक्तुं शक्यते तर्हि सपुत्रः अथवा सः पुत्रः इति सः पूर्वपदबहुव्रीहिसमासः तस्य विग्रहवाक्यं पुत्रेण सह वर्तते इति सपुत्रः एवमेव अत्र सलक्ष्मणः रामः गच्छति इति वदामः चेत् सलक्ष्मणः रामः गच्छति इति वदामः चेत् सलक्ष्मणः इति समस्तपदमस्ति पूर्वपदं सः इति पदम् उत्तरपदं लक्ष्मणः इति सुबन्तं प्रथमान्तं सुबन्तं पदं तर्हि सः इत्यस्य स्थाने स इति आगच्छति तर्हि सलक्ष्मणः रामः गच्छति त तर्हि सहपूर्वपदबहुव्रीहिसमासः तत्रैव भवति यत्र तुल्यक्रिया अस्ति. यदि अत्र रामः अपि गच्छति लक्ष्मणः अपि गच्छति तर्हि रामः लक्ष्मणेन सह गच्छति, तत्र सहपूर्वपदबहुव्रीहिसमासः भवितुमर्हति. यदि रामः गच्छति लक्ष्मणः खादति तत्र सः लक्ष्मणः इति न वक्तुं शक्यते. लक्ष्मणः अपि गच्छति रामः अपि गच्छति तुल्यक्रिया अस्ति, तस्मिन् सन्दर्भे सहपूर्वपदबहुव्रीहिसमासः समासं कर्तुं शक्नुमः. अत्र अन्यत् उदाहरणं पश्यामः चेत् अत्र सीतया सह रामः गच्छति, सीतया सह रामः गच्छति इति विग्रहवाक्ये सीतया सह तत्रापि समस्तपदं कर्तुं शक्नुमः. तत्र सः सीता इति अस्ति तर्हि सः स्थाने स इति आदेशः, स सीता इति अस्ति, सीता इति अकारान्तपदम् अतः ह्रस्वः कृत्वा विसर्गं योजयित्वा सः सीतः रामः गच्छति इति वाक्यं भवति. अस्तु, अत्र एकम् उदाहरणं पश्यामः. अत्र पुनः वदतु रामलक्ष्मणौ कथं रामलक्ष्मण. अत्र रामः गच्छति लक्ष्मणः अपि गच्छति परन्तु रामः लक्ष्मणेन सह गच्छति खलु. यत्र सः गच्छति तर्हि तत्र सः इति पदमस्ति चेत् तृतीयाविभक्तिः भवति इति जानीमः. तत्र सः इति उपपदमस्ति. तर्हि अत्र समासः कथं भवति इति चेत् सः इति पूर्वपदे अस्ति, उत्तरपदं लक्ष्मणः इति पदमस्ति, प्रथमान्तं पदं. तर्हि सः इति इति अव्ययं लक्ष्मणः इति लक्ष्मण इति प्रातिपदिकम् उत्तरपदस्य, सः लक्ष्मण सः इत्यस्य स्थाने स इति आदेशः भवति तर्हि स लक्ष्मण पुल्लिङ्गे स लक्ष्मणः इति एकं रूपं. विकल्पेन तत्र सः इति अपि भवितुमर्हति, पूर्वपदं सः इति तथैव तिष्ठति चेत् सः लक्ष्मणः इति अपि भवितुमर्हति. अस्तु भगिनि, ससीता एकवारं वदतु. ससीता किं सः सीता हा सीता इति अस्ति. अत्र रामः सीतया सह गच्छति, तर्हि तत्र सः इति पूर्वपदं, सीता इति उत्तरपदं. तर्हि सः इत्यस्य स्थाने विकल्पेन स इति आदेशः भवति तर्हि स सीता इति अस्ति. इदानीम् अत्र स सीता इति विशेषणमस्ति, रामः इति पदस्य विशेषणमस्ति. अतः विशेषणं रामः इति इत्यस्य लिङ्गम् अस्ति, पुल्लिङ्गम्. अतः स सीता इत्यपि पुल्लिङ्गे एव भवति. अतः तत्र आकारान्त उत्तरपदस्य अन्ते आकारः अस्ति, आकारस्य ह्रस्वत्वं भूत्वा ससीतः रामः. तर्हि इदानीम् अत्र सरलाभगिनी वदतु, भार्या सह वर्तते समस्तपदं किं? पुनः वदतु भगिनि. भार्यया सह वर्तते. अस्तु, सः भार्यः वर्तते. सः इति अव्ययः अस्ति, तस्य स्थाने स आदेशः भवति. भार्या इति आकारान्त उत्तरपद अस्ति तृतीयाविभक्त्यां, सो भार्या इति तस्य समस्तपदे अकारः भवति, सो स भार्यः वर्तते इति. द्वयोः एकं क्रिया अस्ति. हा, अत्र स भार्यः नो चेत् सः भार्यः इति अपि खलु विकल्पने. आम्, सः भार्यः इत्यपि विकल्पेन इति. तत्र अत्र अन्यत् उदाहरणं पश्यामः चेत् अत्र अस्तु, अत्र राजीभगिनी वदतु. सशङ्का शङ्कया सह वर्तते इति शङ्कया सह वर्तते. अस्तु, इदानीमत्र पुष्पवर्णी वदतु. अत्र बान्धवैः सह वर्तन्ते बान्धवैः सह वर्तन्ते द बान्धवाः हा सम्यक् स बान्धवाः इति एकं रूपं विकल्पेन बान्धवाः विकल्पेन विकल्पेन सः सः बान्धवाः सत्यं सत्यं सः सः बान्धवाः नो चेत् स बान्धवाः बहुवचने बहुवचन इति भवति समस्तपदे अपि न तु प्रातिपदिकम् न अत्र अत्र बान्धवैः सह वर्तन्ते इति उक्तं खलु वर्तन्ते आमाम् अतः समस्तपदं बहुवचने अस्ति अस्तु न तु बान्धवैः इति बहुवचने अस्ति इति कृत्वा समस्तपदं बहुवचने नास्ति तथा नास्ति बान्धवैः सह वर्तन्ते अतः बहुवचने अस्ति यदि अत्र बान्धवैः सह वर्तते एकः पुरुषः वर्तते तर्हि तत्र समस्तपदं किं भवति अत्र सरला भगिनी वदतु सः बन्धुः सः बन्धुना सः बन्धुना सह वर्तते इति भवति न सः अत्र समस्तपदं किं समस्तपदं सब् सब् सब् सब् बन्धुना न न एकक्षणम् अत्र बान्धवः इति उक्तं खलु किमर्थं बन्धुना इति वदति भवती बान्धव इति भवति बान्धवः इति प्रातिपदिकं बान्धव सब् बान्धव बान्धवः सु बान्धव स बान्धव बान्धवेन सह वर्तते हा बान्धवेन सह वर्तते समस्तपदं समस्तपदं भवति स बान्ध स बान्धः स बान्धः स बान्धवः स बान्धवः आम् स बान्धवः विकल्पेन सः बान्धवः सः बान्धवः सत्यं तर्हि अत्र सम्पूर्णतया वदामः चेत् अत्र यदि अत्र अहं वदामि रामः रामः बान्धवैः सह वर्तते इति वदामि चेत् तत्र यथा भवती उक्तवती स बान्धवः इति समस्तपदं यदि अहं वदामि बान्धवैः सह रामलक्ष्मणवरशत्रुघ्नाः वर्तन्ते इति वदामि चेत् तत्र सः बान्धवाः इति समस्तपदम् अस्तु स्पष्टमस्ति खलु अस्तु तर्हि इदानीम् अत्र अत्र सरलमेव अत्र सर्वत्र तथा एव भवति स इति योजयामः अन्यनियमाः समानाः यथा पूर्वम् उक्तं तथैव अत्र अन्यनियमाः यत्र समस्तपदे पूर्वपदं स्त्रीलिङ्गे अस्ति चेत् पुंवद्भावः उत्तरपदम् आकारान्तः अस्ति चेत् ह्रस्वः भवति ईकारान्तः ऊकारान्तः ऋकारः अस्ति चेत् उत्तरपदं कप्रत्ययं योजयामः तत्सर्वं समानमेव तत्र अन्यत् किमपि नास्ति इतोपि अन्यप्रकारः अस्ति उपमानपूर्वपदबहुव्रीहिः इति समासः एतद् वस्तुतः अस्माकं गीताप्रवेशपुस्तके नास्ति परन्तु एतादृशसमासः वयं बहुत्र पश्यामः अतः उदाहरणरूपेण कानिचन उदाहरणानि पश्यामः अत्र उपमानपूर्वपदबहुव्रीहिसमासः इति अस्ति समासे एव उक्तमस्ति उपमानपूर्वपदम् अस्ति पूर्वपदम् उपमानम् अस्ति उपमानम् इत्युक्ते अत्र उपमानवाचकं पदम् इत्युक्ते तेन केनचित् पदेन सह तुलना यत्र कुर्मः तत्र उपमानम् इति वदामः पूर्वपदम् उपमानवाचकं पदम् उत्तरपदं प्रथमान्तं पदम् उत्तरपदं प्रथमान्तं पदं यथा अत्र कस्यचित् पुरुषः अस्ति तस्य मुखं चन्द्रः इव अस्ति एकः पुरुषः अस्ति रामः अस्ति इति चिन्तयामः रामस्य मुखं चन्द्रः इव अस्ति तर्हि तत्र चन्द्रः इव मुखं यस्य सः चन्द्रः इव मुखं यस्य सः सः चन्द्रमुखः चन्द्रमुखः यतोहि रामः रामस्य विशेषणमस्ति चन्द्रमुखः इत्युक्ते तत् तस्य मुखं चन्द्रः इव अस्ति अतः चन्द्रः इति पूर्वपदं मुखम् इति उत्तरपदं चन्द्रः इव मुखं यस्य सः चन्द्रमुखं चन्द्रमुखः मुखम् इति नपुंसकलिङ्गे अस्ति, परन्तु रामः इति पदस्य विशेषणमस्ति. बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यं, रामः इति पदस्य प्राधान्यम्, अतः चन्द्रमुखः इति समस्तपदम्. एवमेव चन्द्रमुखम् इव मुखम् इति सः वा विग्रहवाक्यं कथं चन्द्रमुखः चन्द्रस्य न चन्द्रस्य मुखं नास्ति खलु चन्द्र ओके चन्द्र इव करेक्ट् चन्द्रः इव मुखं यस्य सः चन्द्रः इव मुखं यस्य सः इदानीं भवती एव वदतु अत्र यदि अत्र स्त्रीलिङ्गे वक्तुमिच्छामः चेत् चन्द्रमुखी चन्द्रा इव चन्द्रः चन्द्रा इव यस्य मुख किमर्थं चन्द्र इति चन्द्रः तु तत्र चन्द्रः इति न पुल्लिङ्गे एव अस्ति खलु सर्वदा चन्द्रः इव मुखं तत्र यस्याः सा इति सत्यं यस्याः सा चन्द्रमुखी चन्द्रः इव मुखं यस्याः सा चन्द्रमुखी इति अस्ति समीचीनम् अस्तु इदानीम् अत्र उत्तरपद भवति तुलना चन्द्र इति तुलना अस्ति तत् भवति पूर्वपद उत्तरपद भवति यस्य तुलना अस्ति हा उत्तरपदं यत्किमपि भवितुमर्हति प्रथमान्तं सुबन्तं पदं पूर्वपदम् उपमानवाचकं पदम् अस्तु येन सह तुलना भवति अत्र उत्तरपदमस्ति प्रथमान्तं पदम् ओके तत्र मुखस्य तुलना अस्ति खलु उत्तरपदम् उपमेयम् उत्तरपदम् उपमेयम् अस्ति यस्य तुलना भवति उत्तरपदे अस्ति पूर्वपदं येन सह तुलना भवति उपमानवाचकं पदं भगिनि चन्द्रमुख्या इति वदतुं भवति वा किं चन्द्र चन्द्रमुखी इव इति वदति चन्द्रमुखा इति न चन्द्रमुख इति तत्र हा तत्र तत्र तु कुत्र तत्र ईकारः भवति कुत्र आकारः भवति इति तत्र सुबन्तप्रक्रियायाम् एव अवगन्तुं शक्यते अत्र तु चन्द्रमुखी इति स्वीकरोतु कुत्रचित् चन्द्रमुख इति अपि भवितुम् अर्हति परन्तु चन्द्रमुखी इति स्वीकरोतु इदानीं प्रायः सर्वे सदा तत्र मुख इति अस्ति चेत् मुखी इति तत्र नियमाः सन्ति भगिनि इदानीम् अधुना वक्तुं न शक्नोमि इतोपि तत्र सुबन्तप्रक्रियायामेव तादृशनियमान् अवगन्तुं मुखी अपि प्रयोजनं करोति चन्द्रमुखी इति प्रसिद्धप्रयोगः अस्ति चन्द्रमुखी हा अस्तु तर्हि अत्र अग्रिमम् उदाहरणं पश्यामः चेत् अत्र वज्रम् इव हृदयः यस्य सः इति अस्ति चेत् तत्र अरुणभगिनी भवत्येव वदतु वज्रम् इव हृदयं यस्य सः वज्रहृदयः वज्रम् इव हृदयं यस्य सः तत्र वज्रम् इति पूर्वपदम् अत्र हृदयम् इति उत्तरपदं हृदयस्य तुलना वयं कर्तुम् इच्छामः तर्हि पूर्वपदं वज्रम् इत्युक्ते डैमण्ड् तस्य हृदयं वज्रम् इव अस्ति वज्रम् इव हृदयं यस्य सः इत्युक्ते तादृशपुरुषः यस्य हृदयं वज्रमिव अस्ति अतः वज्रहृदयः इति समस्तपदं वज्रहृदयः पुरुषः अस्तु अपि च अन्यत् तत्र वदामः चेत् अत्र अत्र गजाननः इति प्रसिद्धं पदमस्ति गजाननः गणेशः तर्हि गजाननः इति अत्र किञ्चित् सावधानतया चिन्तनीयं गजाननः इत्युक्ते तत्र यस्य मुखं गज इव नास्ति अत्र गणेशस्य मुखं कथम् अस्ति गजस्य आननमिव अस्ति गणेशस्य मुखं गजस्य आननमिव अस्ति अतः तत्र विग्रहवाक्यं भवति गजस्य आननम् इव आननं यस्य सः गजाननः तर्हि अत्र पूर्वपदमस्ति गजाननम् इव आननं यस्य सः तर्हि गजाननम् इति पूर्वपदमपि समस्तपदमस्ति गजाननम् इव आननं यस्य सः गजाननम् इति आननम् इति नपुंसकलिङ्गपदम् इदानीं गजाननम् इति विशेषणमस्ति गणेशस्य अतः गजाननः गणेशः आगतम्? अस्तु, अपि च तत्र मुखम् आननं पदस्य समार्थः वा? मुखम् आननः, सत्यम्, आननं मुखं समानम् अस्ति. तत्र तु गजः इव आननं यस्य सः इति न वक्तुं शक्यते. गज इव आननं यस्य सः गजाननः इति न वक्तुं शक्यते. अवगतं खलु किमर्थमिति? यतोहि तत्र गणेशस्य मुखं सम्पूर्णगजाननमिव सम्पूर्णगजः इव नास्ति. तस्य गजस्य मुखमेव तस्य मुखं, यतोहि तत्र शरीरं तु सामान्यमनुष्यशरीरमस्ति खलु. अतः तत्र गजः इव आननं यस्य सः इति न वक्तुं शक्यते. गजाननम् इव आननं यस्य सः इति एव वक्तुं शक्यते. भेदः कः? तत्र तदेव इदानीम् उक्तवती खलु, तत्र गणेशस्य शरीरं तु मनुष्यशरीरं, केवलं मुखमेव गजस्य मुखमिव अस्ति. गजस्य मुखं यत् अस्ति तद् मुखं गणेशस्य अस्ति. अतः गजाननम् इव आननं, तत्र गणेशस्य आननं, गणेशस्य मुखं गजस्य आननमिव अस्ति, न तु गजमिव. भेदः अवगच्छति खलु? तस्य मुखं सम्पूर्णगजः इव नास्ति, केवलं गजस्य मुखमिव अस्ति. अस्तु अस्तु. इत्युक्ते उपमानपूर्वपदसमासे पूर्वपदम् उपमानं भवितव्यं किल? सत्यं, पूर्वपदम् उपमानं, गजाननम् इति उपमानं. गजाननम् इत्युक्ते गजस्य आननं, तदेव उपमानं. द एलिफेण्ट्स् फेस् इस् द उपमानं. उत्तरपदम् आननम्, उत्तरपदम् आननं. हा, आननस्य तुलनां वयं कुर्मः, मुखस्य तुलनां वयं कुर्मः. केन सह तुलनां कुर्मः? गजस्य मुखेन सह. अस्तु, तर्हि अत्र राजीवनेत्रः इति अपि अन्यत् समस्तपदमस्ति. अत्र कोऽपि वदति वा राजीवनेत्रम्? राजीवनेत्रं पद्माभगिनी वदतु. राजीव इव नेत्रं यश्च सः. राजीवम् इव नेत्रं यस्य सः. राजीवम् इति पुष्पविशेषः अस्ति. पद्मं, हा. तर्हि राजीव तत्र अत्र वस्तुतः अत्र विग्रहवाक्यं पुनः वदतु. राजीवपुष्पम् इव, राजीवम् इति इत्युक्ते एव पुष्पम्, अतः पुनः पुष्पम् इति अत्र आवश्यकता नास्ति. राजीवम् इव नेत्रं यश्च सः. पुरुषस्य तत्र कति नेत्राणि सन्ति? द्वयोः. तर्हि समस्तपदे अपि तद् द्रष्टव्यं खलु? राजीवम् इव नेत्रौ यस्य. न, नेत्रमिति पदं कीदृशपदं? नेत्रे. नेत्रे स्त्रीलिङ्गपदं ने, न नपुंसकलिङ्गं नेत्रम्. नेत्रं, नेत्रे, नेत्राणि, नेत्रे, नेत्राणि. तर्हि इदानीम् अत्र राजीवम् इव नेत्रे यस्य सः. अत्र राजीवम् इति अपि द्विवचने भवेत्. राजीवे इव नेत्रे यस्य सः. राजीवे इव नेत्रं यस्य सः. राजीवे इव नेत्रे यस्य सः, राजीवनेत्रः इति उपमानपूर्वपद बहुविधसमासः. बहु अत्र बहुत्र काव्येषु एव पश्यामः भगिनि, एतादृश उदाहरणानि काव्येषु पश्यामः. यथा अत्र मीनाक्षी इति पदमस्ति. अत्र अरुणा भगिनी वदतु मीनाक्षी. मीनौ इव नेत्रे इति किमर्थं तत्र मीनाक्षी अस्ति खलु? अक्षी, तत्र अक्षिणी अक्षिणी इति प्रातिपदिकं श्रीलिङ्गे न न तत्र अक्षिन् इति अक्षिन् अक्षिन् इति प्रातिपदिकम् अहं न जानामि तत्र वस्तुतः अत्र मीनौ इव अक्षिणी मीनौ इव अक्षिणी यस्याः सः दीर्घ दीर्घ इकारः अक्षिणी अक्षिणी मीनः पुंलिङ्गशब्दः वा मीनः पुल्लिङ्गशब्दः खलु मीनौ इव अक्षिणी यस्याः सा अक्षिणौ न वा अक्षिणी अक्षिणी अक्षिणी बहुवचने किल न अक्षिणी इति दीर्घ ईकारः भवति द्विवचने बहुवचने अक्षिणी बहुवचने अक्षिणी अस्तु तत् तथा भवति अत्र अन्यानि उदाहरणानि द्रष्टुम् इच्छन्ति चेत् अत्र काव्येषु एव द्रष्टुं शक्नुवन्ति तर्हि अत्र अत्र स्थगयामः अत्र इदानीं इति समस्तपदम् अस्ति तर्हि किं किं समस्तपदं पुण्डरीकाक्षः कृष्णस्य विष्णोः नाम पुण्डरीकाक्षः इति अस्ति किल पुण्डरीकाक्षः इति समस्तपदम् अस्ति तर्हि विग्रहवाक्यं तत्रापि अक्षि वा हा पुण्डरीकाक्षः हा अक्षः अक्षः इति शब्दः तत्र पुण्डरी इत्युक्ते अर्थं किं पुण्डरी इत्युक्ते तत्र रोस् इति अस्ति पुष्पविशेषः पुष्पविशेषः पुष्पं वा पुण्डरी पुष्पविशेषः तत्र देन् पुण्डरी इव पुण्डरी ईकारशब्दः अतः कत्प्रत्ययः पुण्डरीक इव अक्षिणी यस्य सख किल पुण्डरीकः इव अक्षिणी यस्य सः वा पुण्डरीकाक्षः इति अस्ति खलु पुण्डरीकाक्षः अत्र पुण्डरी पदं पुण्डरी ईकारान्तपदम् अक्षि आसु ईकारान्तपदम् अतः कप्रत्ययं योजनीयं किल अक्ष इति पदं तत्र अक्ष इति पदं लिङ्गं किम् अक्ष इति पदस्य अक्षः पदस्य साधारणतया अक्षि इति अक्षिन् नपुंसकलिङ्गपदम् अत्र अक्षः इति पुल्लिङ्गे अस्ति अतः पुण्डरीकः इव अक्षिणी यस्य सः अक्षिणी इति पदं पुण्डरीकाक्षः इति अस्ति खलु अक्षः इति पदम् अक्षिण् इति प्रातिपदिकं नास्ति तत्र अक्षिन् इति प्रातिपदिकं नास्ति तर्हि अक्षिण् इति अस्ति चेत् अक्षी इति भवति खलु पुण्डरीकाक्षी इति भवति परन्तु तत्र समस्तपदं पुण्डरीकाक्षः अक्षः इति पदम् प्रातिपदिक अक्षः इति पदम् अस्ति वा हा अक्ष इति पदम् अस्ति अक्ष इति पदं पुण्डरीकाक्षः इत्यस्य अर्थः कः इति द्रष्टव्यं भगिनि अहं चिन्तितवती अक्षिणी इति एक अक्षन् अक्षिन् इति नपुंसकलिङ्गपदमेव अस्ति इति मम चिन्तनं न अक्षिन् इति नपुंसकलिङ्गपदम् अस्ति अक्षि पदमस्ति चेत् तत्र अक्षि इति भवति प्रातिपदिकम् अक्षिन् अस्ति खलु समस्तपदे ईकारः न श्रूयते खलु अक्षः विग्रहवाक्यं विग्रहवाक्यं पुण्डरीकः इव अक्षः यस्य सः वा? हा, पुण्डरीकः इव अक्षः यस्य सः. तर्हि पुण्डरीकः इति शब्दः अस्ति वा इति द्रष्टव्यं. पुण्डरीकः अत्र पुण्डरी इति तत्र पुण्डरीकः इति पुष्पस्य विशेषणम्. आं, किमर्थं कप्रत्ययम् ईकारः अस्ति किल, अतः कप्रत्ययं योजनीयं किल भगिनि? अत्र पुल्लिङ्गे नास्ति खलु. पुण्डरीक इति पुल्लिङ्गे अस्ति वा इति दर्शव. अत्र चिन्तनीयं भगिनि, चिन्तयित्वा अनन्तरं वदामि. इदानीं त्यज अग्रिमसप्ताहे वदामि. अस्तु, तर्हि अधुना पुस्तकात् श्लोकान् पठामः. पृष्ठसङ्ख्या अस्ति 135, पञ्चत्रिंशत् अधिक एकशततमे पृष्ठे. पठनस्य का भाषा? समाधिस्तस्य केशव चिथदीहिं प्रभासेत, किमासीत व्रजेत किम्. अस्तु, अत्र कोऽपि वदति वा अर्थः कः इति? अर्जुन प्रश्न पृच्छति, वर्ण चित्तप्रज्ञस्य वर्णा का, का भाषा, का प्रभाषा, किं वर्तते इति पञ्चप्रश्नानि समथिङ्ग् पृच्छति. चित्तप्रज्ञस्य का भाषा? समाधिस्तस्य केशव चित्रदेः किं प्रभासेत किं प्रभासेत किम् आसीत रचेत किम् इति प्रश्नानि पृच्छतः. सत्यं, स्थितप्रज्ञः यः अस्ति, स्थितप्रज्ञः यस्य प्रज्ञा स्थिता अस्ति, तादृशपुरुषस्य विवरणं वदातु इति अर्जुनः कृष्णं पृच्छति. सः तादृशपुरुषः कथं वदति, कथं गच्छति, कथं सर्वं स्थितप्रज्ञः यः योगी अस्ति, सः बहिर्लोके कथं व्यवहरति, कथं सम्भाषणं करोति, कथं गच्छति, सः सर्वं तस्य व्यवहारः कथं भवति लौकिकजीवने इति सः पृच्छति इति अत्र सारांशः अस्ति. अत्र समस्तपदानि सन्ति, कानिचन समस्तपदानि सन्ति अत्र पश्यामः. प्रथमतया अत्र मेहुल् महोदय वक्तुम् इच्छति वा? मेहुल् महोदय अस्तु. ओ, सुमन् भगिनी अपि अस्ति वा? अस्तु, पुष्पभगिनी वदतु. अत्र स्थितप्रज्ञः स्थितप्रज्ञस्य इति समस्तपदमस्ति वा? हा, अस्ति. विग्रहवाक्यं किं? प्रज्ञः तत् स्थितप्रज्ञः, तस्य सप्त षष्टिविभक्ति अस्ति स्थितप्रज्ञः, प्रज्ञस्य स्थिता न स्थितः प्रज्ञः न. अत्र प्रज्ञः इत्यस्य तत्र लिङ्गं किं? प्रज्ञा स्त्रीलिङ्ग अस्ति इति. हा, स्त्रीलिङ्ग अस्ति, सत्यं. तर्हि तत्र विग्रहवाक्यं कथं भवति? यस्य नास्ति तत्र पुनः वदतु विग्रहं. स्थिता प्रज्ञा. सम्यक्, स्थिता प्रज्ञा इव येन सह वा? येन सह न, यस्य सह. यस्य सह अत्र स्थितप्रज्ञस्य इति अस्ति खलु, षष्ट्यन्तं पदं पुल्लिङ्गे अस्ति खलु, प्रज्ञस्य. तर्हि वयं जानीमः तत्र अन्यपदार्थः पुल्लिङ्गे अस्ति, पुरुषस्य विषये अस्ति अत्र. स्थितप्रज्ञस्य पुरुषस्य का भाषा इति अर्थः. तर्हि स्थितप्रज्ञः इति पुल्लिङ्गे अस्ति समस्तपदम्. अतः स्थिता प्रज्ञा यस्य सः. सम्यक्. स्थिता प्रज्ञा यस्य सः स्थितप्रज्ञः. तत्र प्रज्ञा इति आकारान्तपदम् अस्ति, उत्तरपदम्. अतः स्थिता एव न स्थिता प्रज्ञा यस्य सः. इदानीं समस्तपदं कथम् आगतम्? समस्तपदं तु आकारस्य पुल् पुंवत् भावः भवति. स्थिता इति स्थिता इत्यस्य पुंवत् भावः भवति. अपि च प्रज्ञा एव. प्रज्ञा इत्यस्य किं भवति? पुल्लिङ्ग अस्ति प्रज्ञः. तत्र दीर्घ आकारान्तपदस्य ह्रस्वत्वं भवति खलु. तर्हि स्थितप्रज्ञः इति समस्तपदं. स्थितप्रज्ञः तस्य. स्थितप्रज्ञः तस्य, यतोहि अत्र स्थितप्रज्ञस्य इति अस्ति. अस्तु, अन्यत् किमपि अस्ति वा अस्मिन् श्लोके? अत्र अत्र राजी भगिनी वदतु. धन्यवादः भगिनि. स्थितधीः स्थिताधीः यस्य सः. स्थिताधीः यस्य सः स्थितधीः. अत्रापि तत्र यथा पूर्वं दृष्टम् अत्रापि पुंवद्भावः अपि च अपि पुंवद्भावः भवति. तत्र स्थितधीः इति आगच्छति. वस्तुतः यदि वयं अत्र तु अर्षप्रयोगः अस्ति, अत्र तु स्थितधीः इति दत्तमस्ति. यदि वयम् अत्र अधुना कर्तुम् इच्छामः चेत् कथं भवति? किं किं किं भगिनि? स्थितधीः इति पदं स्वीकृत्य यदि वयं समस्तपदं कर्तुम् इच्छामः चेत् अत्र किं भवति? वयं कर्तुं स्थितधीकः इति समस्तपदं वयं कर्तुं शक्नुमः. धी इति पदम् ईकारशीलिङ्गपदम् इति भूत्वा ईकः. सत्यं, स्थितधीकः इति वयं कर्म कुर्मः. परन्तु अत्र तु श्लोके अर्षप्रयोगः अस्ति, तथैव स्वीकुर्मः. किं प्रयोगः? किं प्रयोगः? अर्षप्रयोगः इत्युक्ते ऋषीणां प्रणीतम्. अत्र व्यासमहर्षिणा प्रणीतं खलु, अतः अर्षप्रयोगः इति वदामः. वदतु, हा वदतु, किमस्ति अत्र? समाधि स्थिता यस्य सः इति भवति वा समाध्यां यस्य? अत्र अत्र कीदृशसमासः प्रथमतया? समाधि समाधि इति भवति. न, समासप्रकारः कः? समासप्रकारः कः? अहं चिन्तयामि कर्मधारयसमासः. समाधि स्थिता कर्मधारयसमासः इत्युक्ते तत्र किं विग्रहवाक्यं? विग्रहवाक्यं भवति समाधि समाधि स्थितः पूर्वपदं किम्? उत्तरपदं किम्? पूर्वपदमत्र समाधिः अस्ति. स्थितः इति उत्तरपदः अस्ति. उत्तरपदं किम्? स्थितः. किं न श्रूयते? स्थितः. स्थितः इति तत्र स्थितः इति नास्ति खलु, अत्र स्त इति एव अस्ति. स्थः स्थितः नास्ति, स्त इति एव अस्ति. स्तः इति अस्ति, स्त इति प्रातिपदिकं. समाधि स्त. स्त इति तत्र धातुतः आगतः खलु. तत्र स्त इति पदं तत्र लोके पृथक्तया स्त इति पदस्य व्यवहारः नास्ति. स्तः इति पदस्य व्यवहारः नास्ति, धातुतः आगतः. अतः तत्र कोऽपि वक्तुं शक्यते वा कीदृशसमासः? समाधिं स्तः यस्य सः समाधि. प्रकारः कः? समासस्य प्रकारः कः? बहुव्रीहि बहुव्रीहि नास्ति. बहुव्रीहि नास्ति. बहुव्री नास्ति, अत्र उपपदसमासः अस्ति खलु, पश्यति वा, गृहस्थः गृहे तिष्ठति इति गृहस्थः, समाधौ तिष्ठति इति समाधस्थः, तत्पुरुषसमासः अस्ति. यत्र धातुः अस्ति उत्तरपदं धातु, धातुतः निष्पदः, तत्र तत्पुरुषसमासः भवति. अस्तु, हा तावदेव तत्र अस्ति, अन्यत् किमपि नास्ति. अस्तु, तर्हि अग्रे अग्रिमश्लोकः अत्र पद्मभगिनी करोति वा. दुःखेष्वनुना सुखेषु विगतस्पृहः वीतरागभयक्रोधः स्थितधीर्मु निरुच्यते. अत्र भगवान् कृष्णः अर्जुनस्य प्रश्नस्य समाधानं ददाति. स्थितप्रज्ञः दुःखे मनसि न बाधयति, बाधाम् अनुभवति, सुखेन न विगतस्पृहः, स्पृहेन स्पृहां न त्यजति, न त्यजति वा, त्यजति, स्पृहां न त्यजति, न त्यजति वा, स्पृहः इत्युक्ते विगतस्पृहः, स्पृहः इत्युक्ते स्पृह कान्शियस्नेस्, इच्छा, इच्छा, मोहः, स्पृह इत्युक्ते इच्छा, इच्छा न न द्रष्टवती, न द्रष्टति, इच्छा, इच्छां न पश्यति वा, आम् हा, इत्युक्ते अत्र यः स्थितप्रज्ञः अस्ति सः, तस्य बुद्धिः समानरीत्या भवति, सुखेषु अपि समानरीत्या भवति, दुःखेषु अपि समानरीत्या भवति. यदि दुःखम् अस्ति चेत् अत्र सः पीडितः न भवति, तस्य मनसि वेदना न भवति दुःखे, अपि च सुखे सुखे तत्र तत्र इतोपि अधिकं इतोपि अधिक इच्छा अथवा मोहः नास्ति तस्मिन्, समानरीत्या भवति. तादृशपुरुषः दुःखेषु अनुदिग्नमनाः, सुखेषु विगतस्पृहः अस्ति, अपि च रागभयक्रोधः, भयं भीति क्रोधः रागम् इत्येन गुणान् न दर्शयति. हा सत्यं, तादृशगुणः रहितः अस्ति, तादृशगुणरहितः अस्ति, तत्र वीतरागभयक्रोधाः इत्येषाम् इत्येषाम् उपस्थितिः नास्ति, न प्रदर्शयति, सत्यं, न प्रदर्शयति, सत्यं. तर्हि अत्र समस्तपदानि वदतु. स्थूलाक्षरैः विगतस्पृहः, अत्र अहं चिन्तयामि कर्मधारयसमासं विगत नैतत्पुरुषसमासं हा कर्मधारय इति उक्तवती, तर्हि इदानीं तत्र नैतत्पुरुषसमासः इति वदति कथम्. अत्र विगतं न न गतं, बि उपसर्गः अस्ति, न गतं स्पृहः वि इति उपसर्गः अस्ति चेत् न गतम् इति न अर्थः खलु विशेषरीत्या विशेषेण गतः विकर्षेण गतः विकर्षेण गतः स्पृह विशेषेण न गच्छति न गच्छति नास्ति विगतं विशेषेण विगतः विशेषेण गच्छति न गच्छति न इति कुत्र अस्ति अत्र न इति पदं नास्ति खलु अत्र अस्ति वा न तर्हि कथम् अत्र नञ् इति वदति भवती अत्र नञ् इत्यस्य उल्लेखः नास्ति खलु विगतः इति अस्ति विगतः अत्र सरलभगिनी वदतु समस्तपदं समस्तपदं भवति विगता स्पृहा यस्मात् सः इति भवति विगता स्पृहा यस्मात् सः सः इत्युक्ते तत्र विगता इत्युक्ते यस्मात् इच्छा गच्छति इच्छा नास्ति यः पुरुषः सुख यस्मिन् यः सुखम् अनुभवति तादृशपुरुषे इच्छा नास्ति इच्छा गता तस्य वयं यदि सुखम् आप्नुमः पुनः अधिकं सामना कुर्मः किन्तु सत्यं अस्य पुरुषस्य मनसि दुःखं वारं वारम् आनयितुं तस्य कामना न अस्ति तस्य विगतस्पृहः भवति सत्यम् अन्यत् अन्यत् समस्तपदमस्ति वा अत्र अपेषु दुःखेषु अनु उद्धनमनः प्रथम यत् पदमस्ति तत्र अस्ति दुःखेषु अनु तत्र ज्ञानसन्धिः अस्ति दुःखेषु अन् उद्धनमनः अन् उद्विग्नमनः तद्भवति न विद्यते उद्मन्मनः यस्य सः इति भवति नै तत्पुरुष नै बहुव्रीहि समासः अतः अन् उद्मन्मनः इति भवति उद्मन्मनः इति यस्य मनसि दुःखेन पीडिता न भवति तद् भवति दुःखेषु अन् विघ्नमनः इति भगिनि उद्विग्नमनः अपि एकं पदमस्ति असमर्थपदमस्ति न तत्र तु उद्विघ्नम् इति अस्ति तत् उद्विग्नमनः उद्विग्नम् इति तत्र उत् उपसर्गपूर्वकः विज् धातुः तप्रत्ययः उद्विग्न इति रूपम् उद्विग्न अनन्तरं मनः तत्रापि उद्विग्नः मनः इति समस्तपदमस्ति उद्विग्नमनः मनः तत्र तु कर्मधारयः अस्ति खलु उद्विग्नः न तत्र तु तत्रापि बहुव्रीहिसमासः उद्विग्नः मनः अनुद्विग्नः मनः यस्य सः अनुद्विग्नः मनः यस्य सः तर्हि तत्र प्रथमतया तत्र नञ् वस्तुतः तत्र अनुद्विग्नः अनुद्विग्नः इति नञ् तत्पुरुषसमासः अस्ति न तु बहुव्रीहिः अनुद्विग्नः इति न उद्विग्नः अनुद्विग्नः इति तत्र नञ् तत्पुरुषसमासः अनुद्विग्नः इति प्रथमम् आगच्छति अनुद्विग्नम् इति तदनन्तरम् इदानीम् अत्र अनुद्विग्न इति पदम् अपि च मनः इति पदं स्वीकृत्य अत्र अन्यपदार्थप्राधान्यं पुरुषस्य विशेषणमस्ति अतः अनुद्विग्नः मनः यस्य अनुद्विग्नम् अत्र मनः इति शब्दः नपुंसकलिङ्गे अस्ति अतः अनुद्विग्नं मनः यस्य सः भगिनि पुनः वदतु अनुद्विग्नः कथं भवति अनुद्विग्नः इति पदं तत्र नञ् तत्पुरुषसमासः अस्ति न उद्विग्नः न उद्विग्नः अनुद्विग्नः न उद्विग्नम् अनुद्विग्नम् अनुद्विग्नम् इति नञ् तत्पुरुषसमासः अधुना अत्र अनुद्विग्नम् इति पदं स्वीकृत्य मनः इति पदेन सह समासः अनुद्विग्नं मनः यस्य सः धन्यवादः कथम् आगच्छति अनुद्विग्नं नपुंसकलिङ्ग मनः तु नपुंसकलिङ्गे अस्ति खलु मनः मनसि मनांसि मनः मनः इति नपुंसकलिङ्गे अस्ति परन्तु समस्तपदं तु पुल्लिङ्गे अस्ति अतः मनः अत्र बहुव्रीहिसमासः अस्ति बहुव्रीहिसमासे अत्र समानाधिकरणबहुव्रीहिसमासः अस्ति तस्मिन् गर्भे नञ् तत्पुरुषसमासः अस्ति अत्र मनः इति पदं नपुंसकलिङ्गे अस्ति अतः एव मनाः इति पुल्लिङ्गे यथा अत्र वेदस् इति शब्दः अस्ति चेत् वेदाः इति भवति एवमेव अत्र मनस् इति सकारान्तप्रातिपदिकम् अतः पुल्लिङ्गे मनाः अस्तु अत्र वीतरागभयक्रोधाः इति अस्य विग्रहं कथं रागभयक्रोधः तस्य भवति द्वन्द्वसमासः रागभयक्रोध रागश्च भयश्च क्रोधश्च रागभयक्रोधाः इति भवति द्वन्द्वसमासः वीत इति भवति वीत रागभयक्रोधात् यस्मात् सः इति तत्र आगच्छति बहुव्रीहिसमासः समानाधिकरण बहुव्रीताः रागभयक्रोधा यस्मात् सः सत्यं समीचीनं प्रथमम् अत्र द्वन्द्वसमासः तदनन्तरं द्वन्द्वसमासः अत्र रागभयक्रोधाः रागश्च भयश्च क्रोधश्च रागभयक्रोधाः इति समस्तपदम् अनन्तरं वीतः इति पदमपि अस्ति अत्र वस्तुतः चत्वारि पदानि सन्ति तर्हि रागभयक्रोधाः इति द्वन्द्वसमासः अनन्तरं वीतः इति पदेन सह समासः वीतः वीताः रागभयक्रोधाः यस्मात् सः वीताः इत्युक्ते गताः इत्यर्थः गताः इत्यर्थः अनन्तरं स्थितवीः इति यथा पूर्वं दृष्टं तथैव अत्रापि मुनि उच्यते तावदस्तिः मुनिः यदि स्थितधीः मुनिः यस्य सः भवति न तत्र समासः अस्ति वा न तत्र सन्धिः अस्ति सन्धिः एव अस्ति समासः नास्ति स्तुतधीः इत्यस्य तत्र विसर्गस्य रेपः तत्र विसर्गस्य तत्र विसर्गस्य स्थाने तत्र न तत् तत्र मूले तु रेपः एव ससजोरुः इत्यनेन रेपः एव तिष्ठति विसर्गः एव नागच्छति स्थितधीर्मुनिर् उच्यते इत्युक्ते विसर्गस्य रेपः हा भगिनि अत्र समाधिस्थस्य इति वदनेन तद् द्वन्द्वसमासः वा कुत्र समाधिस्थः तत्र उपपदसमासः इति उक्तं खलु उपपदसमासः समाधौ तिष्ठति तत्पुरुषसमासस्य प्रभेदः अत्र कर्मधारयसमासस्य प्रभेदः उपपदसमासः समाधौ तिष्ठति इति समाधिस्थः उपपद कर्मधारय उपपदकर्मधारय सत्यम् अस्तु तर्हि अत्र स्थगयामः अग्रिमश्लोकम् अग्रिमसप्ताहे करिष्यामः अपि च कथा अपि अवशिष्यते तदनन्तरं द्वन्द्वसमासः अस्तु तर्हि धन्यवादः नमस्कारः नमस्कारः